पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 16 युधिष्ठिर उवाच कथं जालन्धरो गौरीं हररूपधरो मुने दृष्ट्वा चकार किं तत्र तन्मे कथय विस्तराद नारद उवाच यदा माया शिवस्तत्र प्रार्थयद्गिरिजां प्रति तदः सा चुक्षुभे राजन् किञ्चिन्नोवाच तं प्रति अनातुरस्य देवस्य प्राप्तस्य तपसा मया न युक्तमिति निश्चित्य पार्वती नाहतं नृप सा न तत्र प्रतीकारं दृष्ट्वा तस्य च पश्यतः निर्गदा तद उद्धाय ददर्शाकाशवाहिनीं गङ्गां वासोचितां मत्वा भवानी तपसे ययौ पुरापि तपसा लब्धो मयेश साम्प्रतं तथा इत्यव्रजचिन्तयति सखीभिः सहिता ततः पुरः क्षीरनिभां राजन् पार्वती गगनात् परं मन्दाकिनीं ददर्शाथ पदं तीं मानसोत्तरे हारमालामिवायां तीं विविग्धां गगनस्रजः मन्दाकिन्याः पयः पुरो ह्याकृष्टस्वर्गतो यथा श्रुतीनां पुरधारेव ब्रह्मणो वदनच्युता दृष्ट्वा मुमोद तां गङ्गां स्नात्वा चालिसमन्विता सम्पूज्य स्वदनुं पश्चान्निविष्टा स्वर्णदीतटे परस्परमधालोक्य गौरीप्राह सखीं जयां त्वं गच्छ मद्वपुः कृत्वा तत्समीपं सखी त्वरा जानीहि तत्त्वं किं शम्भुर्यदि वाण्यो भविष्यति यद्यसौ त्वां समालिङ्ग्य कुरुते चुम्बनादिकम् तदा मायां समास्थाय जानीह्यसुरमागतं यदि चेत्त्वां प्रतिब्रूयान्मन्निमित्तं शुभाशुभम् असंशयं पिनाकी स्यादत्रागत्य ब्रवीहि माम् इत्यादिष्ठा जया देव्या गदा गङ्गाधरान्दिकम् तामायान्तीं स दृष्ट्वा च भृशं मन्मथपीडितः चकारालिङ्गनं तस्या गौरीरूपेण भावयन् ततो जालन्धरः सद्यो वीर्यं स्वं प्रमुमोचः अल्पेन्द्रियश्च सञ्जातो वेगदः कुरुनन्दन तया सप्रोदितो दैत्य न त्वं रुद्रो भविष्यसि अल्पवीर्योधमाचारो नाहं गौरीः तत्सखी इत्युक्त्वा निजमास्ताय रूपं साप्राकतं पुनः अनेन बदपापेन हदस्त्वं हि पिनाकिना इति ज्ञात्वा च सा प्राप्ता तत्र गत्वा ब्रवीदुमां देवि जालं धरो ह्येष न शम्भुस्तव वल्लभः तदो भयार्ता हरवल्लभाभूद्रुदं विवेशाध सरोजमध्ये सख्यो भ्रमर्यकमलेषु जाता भयेन जालन्धरजेन राजन् अत्रान्तरे वनगदाम दृष्ट्वा तां नृपाङ्गनां भीदास्तु रक्षकास्तस्याः सत्वरं रणमाययुः ततः शुम्भेन ते पृष्ठास्तं नत्वोचुस्सध्वसः आत्मनः परिहारार्थो विष्णुमित्यसुरेश्वरम् श्रुत्वा वृन्दां हृदां त्रस्तो रुद्रात्यक्त्वाथ सङ्गरम् शुम्भेन प्रेषितौ चण्डमुण्डौ जालं धरं प्रति मानसोत्तरमागत्य दानवौ वेगवत्तरौ हररूपधरं दैत्यम् ऊच दुर्विडपान्तरे किं तया नृपशार्दूलविदेशगदया श्रिया अरयो यां न पश्यन्ति बन्धुभिर्यान भुज्यते जितशुम्भो हदं सैन्यं देवरुद्रेण तेरणे येह्येहि कुरु सङ्ग्रामं न त्वं प्राप्नोषि पार्वतीं पञ्चाननस्य महिषीं कथं प्राप्नोति जम्बुकः अन्धकारः कथं राजन् प्राप्नोति सविदुः प्रभां तव जालन्धरात् पीढा धृता राज्ञी मुरारिणा इति संश्रूयते वार्ता तस्मात् त्वं कुरु सङ्गरं रणे सर्वं विजित्याशु भव सर्वेश्वरेश्वरः अथवा शिव नाराचैः खण्डितो यासि तत्पदम् इति जालन्धर श्रुत्वा भाषितं चण्डमुण्डयोः निःससार गिरेस्तस्मात् सक्रोधं रक्तलोचनः चण्डमुण्डौ समाश्वास्य त्यक्त्वा रूपं हरस्य च गच्छञ्जालं धरो मार्गे नुर्वारणमुवाचः पश्य दुर्वारणेदानीं तत्र यद्विष्णुना कृतं मायामाश्रित्य सा राज्ञी वृन्दानीदात्मनः पदं गृहे स्थितस्य जामादुर्विश्वसेन्नैव बुद्धिमान् नूनं तस्मै प्रदत्त्वा च कन्यकां विसृजेद्बुधः जामादरं गृहे नैव स्थापयेत् सर्वथा नरः धनदारादिकं सर्वं स गृह्णादि शनैः शनैः दुर्वारण उवाच राजन्यक्रियते कर्म तत्तथैवदु भुज्यते त्वं हर्तुमागतो गौरीं हरिणा ते हृतावधूः तस्य स्पृष्टं वच श्रुत्वा क्षणं मौनी व्यचिन्तयत् जालन्धर उवाच किं प्रयामि हरं जेतुमथवा हरिमुल्बणं कार्यद्वये समुत्पन्ने यत्परं तत्प्रकथ्यतां दुर्वारण उवाच यदि यासि हरिं जेतुं हरः पृष्ठे हनिष्यति हनिष्यन्ति रणे शूरा यादुं रुद्रो न दास्यति तस्मात् पशुपदिं जित्वा कृत्वा त्वं वश्यमात्मनः पश्चात् प्रयाहि गोविन्दं यदि जानासि तत्पथम् अधुना सत्वरं वीर याहि दैत्यान् महाबलान् रणं कुरु महाघोरं यथा स्वर्गे सुपच्यते देशकालोचितं श्रुत्वा दुर्वारणवचस्तदा ययौ जालं धरो योद्धुं सहरुद्रेण योगिना इति श्रीपाद्मे महापुराणे उत्तरखण्डे पञ्चपञ्चाशत्सहस्रसंहितायां जालन्धरोपाख्याने जालन्धरस्य मायारूपपरित्यागो नाम षोडशोऽध्यायः ओ